अस्तु अग्रिमश्लोकं वदतु। अहं वदामि? वदतु प्रवीणा चौहान। अस्तु सम्यक्। प्रथमतया ॐ सहना भवतु तत्र न न एतत् अन्तिमश्लोकम् ॐ श्रीगणेशाय नमः। एतत् ॐ श्रीगणेशाय नमः। ॐ श्रीसरस्वत्यै नमः। त्रिमुनिप्रार्थना येनाक्षरसमाम्नाय मधिगम्य महेश्वरात् कृष्णं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। येन देवतागिरः पुंसां विमलैः शब्दवारिभिः तमश्चाज्ञानजं भिन्नं तस्मै पाणिनये नमः। वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारञ्च प्रणतोऽस्मि मुनित्रयम्। राम राम राम राम राम राम। अत्र सर्वेभ्यः नमस्कारः, अनन्तरं स्वागतमपि। इदानीम् अत्र धातुविज्ञानविषये किं किम् अभवत् चेत् अनुबन्धलोप अनन्तरमेव आश्रित्य स्वराः कार्यं करोति इति, स्वरविज्ञानं किं किम् अस्ति इति पूर्वमेव वयं दृष्टवन्तः। अनुदात्तः उदात्तः स्वरितः इति अस्तु। अनन्तरं स्वरविज्ञानं स्वरचिह्नानि चिह्नानि किम् अस्ति चेत् अत्र एतत् अपि पूर्वं दृष्टवन्तः। उपरि यत् रेखा तिष्ठति तत् स्वरितः, अधः अस्ति चेत् एतत् अनुदातः, कुत्रापि रेखा नास्ति चेत् एतत् उदात्तः इति वयं जानीमः एव। अनन्तरम् अत्र उच्चैः उदात्तः, नीचैः अनुदात्तः, समाहारस्वरितः इति अस्ति। समाहारस्वरितः अत्र रेखा एतत् किञ्चित् किम् अस्ति चेत् वेदविषये किञ्चित् परिवर्तनम् अत्र उच्चारणस्थाने भेदाः भवन्ति एव, मया पूर्वमेव उक्तम्। ॐ सः नास्ति, एतत् नास्ति, गायत्रीमन्त्रमस्ति खलु। पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्छ्यते एतत् अस्ति। तत् समये अत्र किञ्चित् उपरि गच्छति, अधः आगच्छति, एतत् पूर्णमतः नास्ति। गायत्रीमन्त्रं किम्? भूर्भुवः स्वः। ॐ भूर्भुवः सुवः, अत्र अधः गच्छति, तत् सविदुर्वरे एण्यम् अत्र उपरि गच्छति, अत्र स्वरितः अनन्तरम् अनुदातः भवति इति अस्तु। अनन्तरं पदव्यवस्था, पदव्यवस्था कुत्र भवति चेत् परस्मैपदी धातुः वा आत्मनेपदी धातुः वा कुत्र स्वीकुर्मः, यत् अनन्तरम् उभयपदी धातुः अपि अस्ति। अत्र किं किं बोधितं चेत् धातुषु अनुनासिकः अच् इत्संज्ञा प्रयोजयति। इत्संज्ञा प्रयोजयति नाम अनुनासिकस्वरेण इत्संज्ञा सूच्यते। अनुनासिकम् उपरि चन्द्रबिन्दुः अस्ति खलु, एतत् इत्संज्ञा भवति। तत्र अनुदातः अकारः अनुदातः अपि चेत् अत्र धातुः आत्मनेपदी भवति। अनुदातः यत्र यत्र भवति तत् आत्मनेपदिनः, अनन्तरम् अग्रे अपि आगच्छति। इदानीं पश्यतु आत्मनेपदं कुत्र भवति चेत् नितः अनुदात्त नित आत्मनेपदम् इति आगच्छति। यत् यस्य धातोः अनुदात्तस्वरः अस्ति चेत् अनुदात्तः स्वरः इत्युक्ते रेखा अधः आगच्छति, एतत् अनुदात्तस्वरः। यत्र यत्र एतत् भवति चेत् तत्र यत्र ञ इति अस्ति अनुदातः भवति। अनन्तरं भुवादयोः भुवादयो दातवः, अत्र एतत् प्रायः 2000 धातोः एतत् विषये एव भवति। अनन्तरं लस्य इति अधिकारे एव अस्ति। लस्य किमर्थम् अत्र लस्य इत्युक्ते लकारः सर्वाणि लकाराः सर्वे लकाराः किं भवति चेत् अत्र लट् लोट् लङ् विधि लिङ् एतत् सर्वं ला इति अस्ति, अतः लस्य इति. अनन्तरम् आत्मनेपदं तत्र भवति. अनुदात्त नित धातोः लस्य आत्मनेपदं, यत्र यत्र लकारविषये यत्र यत्र अनुदात्तः स्वरः आगच्छति तत् आत्मनेपदम् इति ज्ञातुं शक्यते. अनन्तरम् अत्र इदानीं स्वरितङ्ितकर्तरि अभिप्राये क्रियापले यत्र उभयपदं भवति चेत् ञितः इति अस्ति. ञितः यत्र भवति तत्र उभयपदिनः भवति, एतत् मनसि स्थापनीयमेव. अनन्तरं कर्तरि अभिप्राये क्रियापले यत्र कर्तारं तस्य कृते कार्यं करोति एतत् आत्मनेपदे, अन्येषां कृते कार्यं भवति एतत् परस्मैपदिनः. अत्र अपि भूवादयो धातवः धातोः इत्यस्य अनुवृत्तिः अनन्तरं लस्य इत्यस्य अपेक्षा अस्ति. अत्र लस्य इति नास्ति चेत् किमपि कार्यं नास्ति एव. लकारः दश लकारः सन्ति, दशधातुगणाः अपि सन्ति. अनन्तरम् आत्मनेपदं स्वरितनितधातोः कर्तरि अभिप्राये क्रियाफले लस्य आत्मनेपदम् इति अस्ति. अनन्तरं कुत्र परस्मैपदत्वं भवति, शेषात् कर्तरि पद शेषात् कर्तरि परस्मैपदम् इति भवति. यत्र धातोः आत्मनेपदस्य कारणं नास्ति, आत्मनेपदस्य कारणं नितः इति भवति. अनन्तरं उभयपदिनः अत्र नित इति नास्ति चेत् यत्र शेषः भवति एतत् सर्वं परस्मैपदिनः भवति. अत्र अपि भूवादय धातोः एतत् सर्वम् अत्रैव भवति. द्विसहस्रं धातवः सन्ति अत्र भूवादयोः धातवः इत्यनेन धातोः इत्यस्य अनुवृत्तिः लस्य इत्यस्य एतदपि सर्वत्र आगच्छति परस्मैपदम् इति भवति. शेषात् धातोः कर्तरि लस्य परस्मैपदम् इति भवति. इदानीम् अभ्यासः एव वयं कृतवन्तः. इड् व्यवस्था किं भवति चेत् यत्र यत्र इड् सूचयति एतत् विषये वयं दृष्टवन्तः. पुनरपि अहं वदामि, सेट् इड् व्यवस्था भवति. सेट् इत्युक्ते किं, यत्र यत्र ईकारः श्रूयते इत्संज्ञक यत्र यत्र ईकारः श्रूयते तत् इड् व्यवस्था भवति. अनन्तरम् इडानुकूलता कुत्र भवति, इडानुकूलता कुत्र भवति इति वयं ज्ञातुं शक्यते एव. एतदपि अग्रे आगच्छति भगिनी. किं केन प्रकारेण ज्ञानं भवति यत् अत्र इडगमः आगमिष्यति? इडानुकूलः पठितुम् इति अस्ति खलु, पठितुम्. किन्तु यदि भवती मम एकं धातु ददाति, पृच्छति यत् अत्र आगच्छति वा न आगच्छति इडागम, कथं जानीमः? कथम् एतत् प्रयोगेन एव यत्र पठितुम् इति आगच्छति. अत्र उदाहरणरूपेण अपि गतवर्गे दृष्टवन्तः, इदानीमपि अत्र अस्ति एव इडव्यवस्था कुत्र भवति इति. यत्र पठितुम् इति आगच्छति चेत् अत्र इडागमः श्रूयते एव, इडागमः पठितुम्. अनन्तरं गन्तुम् इति अस्ति तत्र तुमुनान्तं, परन्तु पठितुम् इति अस्ति तत्र किं श्रूयते, ईकारः श्रूयते खलु पठितुम् इति. उदाहरणरूपेण अत्र वयं दृष्टवन्तः एव गतवर्गे, गन्तुम् अत्र न आगच्छति, न श्रूयते खलु अत्र. वदतु किमर्थं न आगच्छति अत्र? अहं पठितवती कर्तुं, कर्तुम् इति अत्रापि अत्र अपि ईडागमः नास्ति नास्ति किमर्थं चेत् यत्र पकार उत्तरवर्ति अकारः उदात्तः अत्र गतवर्गे दृष्टवन्तः पकार उत्तरवर्ति अत्र गै इति धातुः स्वीकुर्मः चेत् अत्र ऐकारः अस्ति ऐकारः अनुदातः अतः धातुः अनिट् गन्तुम् इति स्वीकुर्मः चेत् अत्र किमपि इडागमस्य चिन्तनं नास्ति अत्र इडागमस्य चिन्तनं किमर्थं नास्ति चेत् अत्र इडुव्यवस्था नास्ति अनुकूलता नास्ति अत्र अग्रे एतत् विषये कुत्र अनुकूलता भवति कुत्र अनुकूलता न भवति इति तत्र दत्तम् एतत् सूत्रविषये भवति एव अत्र पश्येम इदानीम् इडुव्यवस्था कुत्र भवति इति चेत् अत्र आर्धधातुकस्य वलादेः इति प्रत्ययमस्ति वलादिप्रत्ययं यत्र अस्ति तत्र वलादिप्रत्ययं वलादिप्रत्ययं किं भवति सर्वे जानन्ति खलु वलादि कुत्र भवति यकार विहाय यत्र पश्यतु अत्र आर्धधातुकस्य बलादेः इति सूत्रं किं सूचयति चेत् वलादिप्रत्ययः अस्ति चेत् धातुः इडागमः भवति भवति अत्र इडागमस्य चिन्तनं यत्र तुमुनान्तमस्ति एतत् मुख्यसूत्रमस्ति कुत्र वलादेः अस्ति तत् स्थाने प्रत्ययं रूपेण एतत् सर्वम् आगन्तव्यं यकारविहाय सर्वे वर्णाः सन्ति आर्धधातुक धातु आर्धधातुक भवितम् एतदपि एतदपि अत्र निमित्तं किं किं किं भवितव्यम् आर्धधातुकस्य बलादेः इत्यनेन आर्धधातुकस्य प्रत्ययम् आदौ प्रत्ययस्य आदौ अत्र निमित्तं किम् आर्धधातुकम् वलादिप्रत्ययम् अन्यतमवर्णः अस्ति चेत् तत् स्थाने इडागमः न भविष्यति आर्धधातुकस्य प्रत्ययः तत्र यकारः एव नास्ति अन्य सर्वे तु अस्ति आम् आम् आम् धातु आर्धधातुक आर्धधातुकं वलादिः आर्धधातुकप्रत्ययस्य इट् आगमः भवति अत्र पठितुम् इति अस्ति चेत् अत्र पट् अस्ति अनन्तरं तुमुन् अस्ति तुमुन् वलादिप्रत्यये तकारः अस्ति वा अस्ति खलु एतत् अस्ति तुमन् प्रति का का फल का भवति भगिनि ककार तुमन् का न तुमुन् तकारः एव अत्र बलादिप्रत्यये अस्ति खलु शान्ता सुब्रह्मण्यन् स्वागतं शान्ता श्रूयते वा श्रान्ता म्यूट् मध्ये अस्ति म्यूट् अन्म्यूट् करोतु श्रान्ता श्रूयते वा अस्तु एतत् किं सूचयति अत्र तकारादिप्रत्ययः यत्र यत्र अस्ति चेत् अत्र अर्च् इति भवति अर्च् योगः तृच् अस्ति तकारः वलादिप्रत्यये अस्ति खलु तकारः वलादिप्रत्यये अस्ति अतः तत्र अर्च् इति अस्ति चेत् अत्र तृच् मध्ये भविता भवितारौ भवितारः इति तृच् योजनेन एव तत्र आगच्छतु अर्चिता इति भवति इदानीं लिक् अस्ति एतत् स्या प्रत्ययमेव योजनेन सकारादिप्रत्ययः पश्यतु अत्र सकारादिप्रत्ययम् अस्ति वा इति पश्यतु अस्ति सर्वे वर्णाः अस्ति तत्र अतः लेखिष्यति इकारः श्रूयते अनन्तरं यत्र एतत् वल् प्रत्याहारे किं किं भवति एतत् समीचीनतया ज्ञातव्यमेव सेवेन् सप्तम अध्याये द्वितीयपादे 35 सूत्रमिदम् आर्धधातुक एड् इट् वलादेः अत्र पश्यतु आर्धधातुकस्य सप्तमी इट् वलादेः वलादिप्रत्ययम् अस्ति चेत् अत्र इट् भवति इति पूर्णतया अवगन्तुं शक्यते एव एतत् विषये एतत् किमर्थम् आगच्छति कुत्र आगच्छति इति प्रश्नः उदेति चेत् अत्र आद्यन्तौ टकितौ इति अस्ति एतत् आद्यन्तौ टकितौ इति सूत्रेण यः आगमः चित् अस्ति चेत् प्रत्ययं ककारः भवति टित् अस्ति चेत् टकारः अस्ति इट् आगमः कुत्र भवति इति आद्यन्तौ टकितौ इत्यनेन एव एतत् प्राधान्यमस्ति यत्र भवति चेत् लङ्लकारे सर्वत्र लुङ् लङ् ड्रिङ्क्ष अडुदात्तः इत्यनेन सर्वत्र अडागमः सूच्यते एव किमर्थम् अत्र अट् पूर्णं आगच्छति अभवत् इति अस्ति भवत् इति अस्ति अभवत् पूर्णतया लुङ् लङ् ड्रिङ्क्ष अडुदात्तः इत्यनेन पूर्वमेव अकारः सूचयति अकारः आगच्छति किमर्थम् अकारः तत्र पूर्वम् आगच्छति प्राक् आगच्छति धातोः प्राक् आगच्छति चेत् अत्र आद्यन्तौ टकितौ इति आगच्छति आर्धधातुकस्य इट् वलादेः इति सूत्रेण इडागमः प्रत्ययः आगमः आगमः धातोः अस्तु इदानीम् अत्र नेड् वशीकृति इत्र इतः पर्यन्तं किञ्चित् प्रश्नः अस्ति वा कुत्रापि मनसि अस्ति चेत् पृच्छतु भगिनी धातु किमपि ग्रहीतुं शक्नुमः धातुभ्यः प्रत्ययः योजितमस्ति धातोः प्रत्ययं वलादिप्रत्ययं योजनेन एव सम्भावना कुत्र श्रूयते कुत्र न श्रूयते इदानीं नेड् वशीकृति इति सूत्रमस्ति अत्र पश्यतु एतत् इडागमः तत्र न भवति कुत्र इडागमः निषिद्धः भवति इति एतत् सूत्रं वदति नेड् वशीकृति अत्र कृत् प्रत्ययस्य आदौ वश् प्रत्याहारे अन्यतमवर्णः अस्ति चेत् तस्य इडागमः न भवति अत्र पश्यतु नेड् वशीकृति न इट् अत्रैव उत्तरमस्ति वशीकृति वश् इति प्रत्याहारः अस्ति कृति अत्र पश्यतु वशादौ कृतिप्रत्ययपरतः इडागमः न भवति वश् प्रत्याहारः किं किं भवति अत्र पश्यतु वश् चतुर्थे हयवरट् इति अस्ति खलु अत्र जबगड जबगड तावदेव इदानीं नेड् वशीकृति यत्र यत्र एतत् प्रत्याहारविषये एतत् आगच्छति तत्र इडागमस्य चिन्तनं न भवति सूत्रमिति किमर्थम् अत्र एतत् न भवति एतत् पाणिनिना कृतं यत्र वल् प्रत्याहारे अस्ति तत् स्थाने अत्र इडागमः भवति, यत्र वश् प्रत्याहारः आगच्छति तत्र न भवति, नेड् वशीकृति इत्यनेन अत्र इट् न सूचयति। अत्र इदानीं नेड् वशीकृति स्वीकुर्मः चेत् अत्र इत्युक्ते इत्युक्ते तुम् तुम् तृच् अत्र भवति इडागमः, तत्र तकारः श्रूयते। इदानीं सम्भावना भवति न भवति किं चे किमर्थं चेत् अत्र भवति भगिनि अस्तु ज एतत् विषये इदानीं गन्तुम् इति स्वीकुर्मः चेत् अत्र गन्तुम् इति प्रत्याहारं स्वीकुर्मः चेत् अत्र इडागमस्य चिन्तनं नास्ति एव। इडागमस्य चिन्तनं नास्ति किमर्थं चेत् अत्र वश् भवति, अनन्तरं किञ्चित् वस् इति स्वीकुर्मः अत्र क्वसु। इडागमस्य चिन्तनं यत्र इडागमस्य चिन्तनं नास्ति अनुकूलता नास्ति तत्र नेड् वशीकृति इति सूत्रेण अत्र कार्यं न भवति। अङ्गात् नाट् ईश् नाट् इट् एतत् पठतु अत्र भवती एव पठतु चौहान् नेड् वशीकृति कृत् प्रत्ययस्य आदौ वश् प्रत्याहारे अन्यतमवर्णः अस्ति चेत् तस्य इडागम इडागमो न भवति। यस्मिन् विधि तदादव यस्मिन् विधि तदादौ अल् ग्रहणे वार्तिकम् अनेन वशीकृति इत्युक्तौ वशादौ कृति तादृशप्रत्ययः यस्य आदौ वश् स्यात्। वश् प्रत्याहारे वर्गीयव्यञ्जनानां तृतीयः चतुर्थः पञ्चमश्च सदस्याः वकाररेफ लकाराश्च नाम कृत्सु प्रत्ययस्य आदौ वर्गीयव्यञ्जनानां प्रथमः द्वितीयः अथवा सः चेत् अनुकूलः अनुकूलः इड् अनुकूलः न अव्ययपदम् इड् प्रथमान्तं वशी पञ्चम्यन्तं कृति सप्तम्यन्तं कृति सप्तम्यन्तम् अनेकपदमिदं सूत्रम् अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितं सूत्रम् अङ्गात् न इट् वशीकृति अत्र वश् प्रत्याहारे वर्गीयव्यञ्जनं तृतीय चतुर्थ पञ्चम एतत् सदस्याः वकार ले रेप लकारः वकारः रेप लकारः अस्ति चेत् यत्र कृत्सु कृत्सु इत्युक्ते किं कृत् प्रत्यय अतः एव गन्तुम् इति अस्ति चेत् अत्र तुमुनान्तम् अस्ति परन्तु अत्र कृत् अस्ति अतः एतत् नेड् वशीकृति इत्यनेन अत्र न भवति। कृत् प्रत्ययम् आगच्छति चेत् अत्र गन्तुम् इति स्वीकुर्मः। एतत्तु न अवगतं पुनः एकवारं नेड् वशीकृति वा आं महोदय one paragraph before that what is it saying that also we didn't read in the last class actually one idanim ardhadatukasya ardhadatukasya valadehe idanim valadehi nama val pratyaharah aam atra patatu bhavan eva patatu valadehi nama tat avgatam mahodaya anantaram ardhadatukasya आर्धदातुकप्रत्ययः कः इति स्मर्यताम् आम् महोदय तत् अपि सम्यक् आर्धदातुकप्रत्ययः कः आर्धदातुकं कुत्र कुत्र भवति सार्वधातुकं किं भवति? तिङ्गषित् सार्वधातुकं, तिङ्गषित् सार्वधातुकं. सार्वधातुकं लकारः किं किं? पूर्वत गतवर्गे एव मया उक्तमेव. अत्र किशोर् अस्ति खलु, किशोर् वदतु सार्वधातुक लकारः. लट् लोट् लिङ् विधिलिङ्ग्, लट् लोट् लङ् विधिलिङ्ग्, चत्वारः सार्वधातुक लकारः एव. अनन्तरम् अत्र यत्र शेषः भवति, शेषः किं किं भवति? शेषलिट् अस्ति, लिट् अस्ति, लुट् अस्ति, लङ् अस्ति, लिट् अस्ति, लुट् अस्ति, लोट् लोट् लोट् लङ् विधिलिङ्ग्, लट् लोट् लङ् विधिलिङ्ग् विहाय षड् लकाराः एतत् सर्वाणि प्रत्ययाः आर्धधातुकस्य प्रत्ययः. इदानीम् आर्धधातुकं यत्र षड् अस्ति तत्र ईड् वलादेः अनेन धातुभ्यः बलादि आर्धधातुकप्रत्ययः विधीयते, तस्य प्रत्ययस्य इडागमः भवति. नाम अनेन सूत्रेण यः कोऽपि आर्धधातुकप्रत्ययः बलादिः अस्ति, बलादिप्रत्ययम् आर्धधातुकम् अस्ति, अनन्तरं प्रत्ययः अपि बलादि अस्ति, तत् समये एतत् सेट् भवति. इदानीमेव दृष्टवन्तः अत्र बलादिप्रत्ययं किं किम् अस्ति चेत् अत्र आर्धधातुकस्य बलादेः इति सूत्रं किम् अत्र महोदय प्रत्ययमध्ये अहम् अवगतं तिङ्गषित् सार्वधातुकं शेष सर्वे प्रत्याः आर्धधातुकः धातु धातुमध्ये अपि सार्वधातुक आर्धधातुक वा? आमां धातुः अपि अत्र स्वीकर्तव्यम्. आर्धधातुकप्रत्ययम् अस्ति चेत् एव वलादिप्रत्ययम् आगच्छति चेत् एव सेट् इति कार्यं करोति. आर्धधातुकप्रत्यये परे अपि किञ्चित् स्थाने एव अत्र एकाच् उपदेश अनु अच अनुदात इत्यनेन एव अत्र निषिध्यते. एकाच् उपदेश अनुदात्तात् अत्र इदानीं चिन्तनं नास्ति, एतत् अनिट् भवति. यत्र यत्र इडागमस्य चिन्तनं नास्ति तत्र अनिट् भवति. अनिट् इट् एतत् एव अत्र लकारस्य विषये भवती उक्तवती, रैट्? सो देट् ऐ डिन् अण्डर्स्टाण्ड् वाट् इस् द फोर् लकार इस् वन् द अदर् सिक्स् आर् सम्थिङ्ग्. भगिनि अहं वदामि? हा वदतु. धातुमध्ये विभाजनं नास्ति, किन्तु प्रत्ययः यदा विधीयते तदनुसारेण प्रत्ययः सार्वधातुक आर्वधातुकः अस्ति. तत्तु अवगतं, तत्तु अवगतं. तत्र यत् वलादिप्रत्ययः परे अस्ति चेत् इडागमस्य सम्भावना भवति. तत्र धातु आम्, किन्तु अपवादसूत्रम् अत्र वश् प्रत्याहारे परे आगच्छति चेत् अत्र निषिद्धसूत्रम् अर्धधातुकस्य बलादेः इत्यस्य निषिद्धसूत्रं नेड् वशीकृति कृतुप्रत्ययं यत्र अस्ति चेत् अत्र वश् प्रत्याहारं कृतुप्रत्ययम् अस्ति चेत् अत्र अनिट् भवति नेड् वशीकृति इति सूत्रेण. अत्र तर्हि इडागमः विधायकं सूत्रम् आर्धधातुकस्य बलादेः अनेन धातुभ्यः बलादि आर्धधातुकप्रत्ययः विधीयते चेत् एव इडागमस्य चिन्तनं भवति, एतत् अनुकूलता भवति, तस्य प्रत्ययस्य इडागमः भवति. नाम yeah, yeah. This para we didn't read, Mahodaya, yet. भगिनि अहं पठितवती अग्रे अस्ति चेत् यदा प्रत्ययः आर्ध धातुक अस्ति तत्र धातु अपि सार्व आर्ध धातुक अस्ति सेट् अस्ति वा न वा इति अपि द्रष्टव्यम् आम् एतदपि द्रष्टव्यम् अग्रे आगच्छति इतोपि समीचीनतया अत्र अग्रे आगच्छति एव किं किं भवति निमित्तं किं किं भवति इति अनुदात्त अस्ति चेत् अनीट् भवति इति आम् आम् एतत् पूर्णतया आगच्छति एव अत्र इदानीं नाम अनेन सूत्रेण यः कोऽपि आर्धधातुकप्रत्ययः वलादिः अस्ति सः प्रत्ययः सेट् अस्ति अयं नियमः तिङ् प्रत्ययः प्रसङ्गे पर्याप्तम् तिङ् अत्र यत्र यत्र भवति सार्वधातुकम् अस्ति खलु सार्वधातुकप्रत्ययः स्वीकुर्मः चेत् अत्र तिङ् इति अस्ति ति इति ति सर्वत्र अत्र नवप्रत्ययाः सन्ति इङ् मध्ये नवप्रत्ययाः सन्ति तिङ् प्रत्ययः प्रसङ्गे मध्ये एकविंशति खलु भगिनि न न एकविंशति मध्ये एकविंशति अष्टादश अष्टादश अष्टादश तावदेव तिङ् प्रत्यय ति इति किं सूचयति पूर्णतया मया पूर्वमेव सूचितवन्तः तिङ् तीतः अन्ति आरभ्य महिङ् पर्यन्तमेव तिङ् आगच्छति अतः अष्टादश नव योगः नव अष्टादश भवति तिङ् प्रत्ययः प्रसङ्गे पर्याप्तमेव अयं नियमः नियमः अत्र कारणं किं किम् अस्ति चेत् तिङ् प्रत्यये एतत् प्रसङ्गे पर्याप्तमेव किन्तु धातुभ्यः विहितः प्रत्ययः द्विविध किं किं भवति तिङ् अपि अस्ति कृत् अपि अस्ति तिङ् अपि अस्ति कृत् कृत् मया अत्र सूचितम् एतत् विषये ज्ञातुं शक्यते वा किं किम् अस्ति कृत् मध्ये अयं नियमः तिङ् प्रत्ययप्रसङ्गे पर्याप्तम् एतत् किमपि कथं पर्याप्तं महोदय कारण तिङ् प्रत्यय तु सार्वधातुक अस्ति सो द सूत्रम् इस् फार् आर्धधातुक सो हौ इस् इट् पर्याप्तम् आक्चुलि दिस् इस् एन् अडिशनल् इन्फर्मेशन् एतत् विषये तिङ् इति स्वीकुर्मः चेत् एतत् तिङ् पर्याप्तम् इति तत्र दत्तम् सो तिङ् तिङ् इट् नास्ति इट् नास्ति सर्वदा वल् इट् अस्ति एव इट् अस्ति लुट् लकारे भविष्यकाले लेखिष्यति आगच्छति पठिष्यति भविता इति अपि अस्ति भवि इकारः श्रूयते एव किमर्थं तत्र यस्य प्रत्ययः आगच्छति तत् प्रत्ययः आर्धधातुकम् अस्ति न शित् न तिङ् अतः अस्तु इदानीम् अत्र तिङ् विषये अत्र तिङ् विषये द्विविधा किं किम् अस्ति चेत् तिङ् अपि एकस्मिन् पक्षे अन्यस्मिन् पक्षे कृत् अपि अस्ति कृत्र सत्र शानचे अनन्तरं तुमुनान्तं तृच् एतत् सर्वाणि खलु कृत् मध्ये किं किम् अस्ति शत्रुसानच् अपि अस्ति एतत् कृत् एव अनन्तरम् अत्र किं किं भवति यत्र यत्र कृत् प्रत्ययम् आगच्छति तत्र अनीट् एव अत्र किमपि कार्यं वलादिप्रत्ययः विषये अर्धधातुकस्य बलादेः इत्यस्य कार्यं नास्ति द्वाप्रत्ययम् अस्ति अनन्तरं ल्यप् अस्ति तुमुनान्तम् अस्ति तप्रत्ययम् अस्ति टौतु अस्ति अनन्तरं सन्नन्तमपि अस्ति एतत् सर्वाणि अत्र कृत् मध्ये एव अस्ति यत्र कृत् अत्र एव अतः एव द्विविधा इति पृथक्तया तत्र दत्तम् तिङ् अपि अस्ति कृत् अपि अस्ति कृत् प्रत्ययेषु द्वितीयप्रमुखसूत्रेण प्रत्ययः वशादिः चेत् इडागमः निषिध्यति. अत्र तिङ् मध्ये किमर्थं किमपि न दत्तम्. अत्र कृत् विषये एव, कृत् प्रत्यये विषये एव अत्र एतत् नेडवशि कृति कृति इति अस्ति, सप्तमी अस्ति अत्र. अतः तत्र कृत् वशी यत्र अस्ति, वष् प्रत्याहारम्, अनन्तरं कृति कृत् प्रत्याहारः, तत्र न इट् न इट् न भवति. एतत् निषिद्धसूत्रमस्ति, निषेधकसूत्रम्. उदाहरण सः उदाहरणं कं किम् उदाहरणं भवति वशी इति अस्य अग्रे आगच्छति एव. एतत् विषये समीचीनतया इतोपि आगच्छति. इदानीम् अत्र भागीरथी पठितुं शक्यते वा नेड् वशीकृति इति? आं भगिनि, नेड् वशीकृति, नेड् वशीकृति कृत् प्रत्ययस्य आदौ वश् प्रत्याहारे अन्यतमवर्णः अस्ति चेत् तस्य इडागमः न भवति. यस्मिन् विधिस्तदा विधिस्तदादा एकनिमिषम् एकनिमिषम् एतत् यत्र ओ वेन विधिस्तदन्त यस्मिन् विधिः यस्मिन् विधिः तत् आदौ अल् ग्रहणे अल् इति ग्रहणमस्ति चेत् विधिः अस्ति यस्मिन् विधिः तद् आदौ अल् ग्रहणे इति अत्र येन विधिः तत् तस्य एव सूचयति. एकनिमिषम् अस्तु अग्रे पठतु. यस्मिन् यस्मिन् विधि तद् आदौ वल् प्रकरणे वल् प्रकरणे ग्रहणे ग्रहणे वल् ग्रहणे ग्रहणं वल् ग्रहणे इत्यनेन वार्तिकं ओ सूत्रस्य संख्या अस्ति किल. एतदेव येन विधि तदन्तस्य इत्यनेन वशीकृति युक्तौ वशादौ कृति तादृशप्रत्ययः यस्य आदौ वश् स्यात्. वश् प्रत्याहारे वर्गीयव्यञ्जनानां तृतीयः चतुर्थः पञ्चमश्च सदस्याः दकार रेप लकाराः च. नाम कृत्सु प्रत्ययस्य आदौ वर्गीयव्यञ्जनानां प्रथमः द्वितीयः अथवा ष स ह चेत् इड अनुकूलः. न अव्ययपदम् इट् प्रथमान्तम् वशी सप्तम्यन्तं कृति सप्तम्यन्तम् अनेकपदमिदं सूत्रम्. अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अङ्गात् न इट् वशीकृति. इदानीमत्र कृत् प्रत्ययः आदौ वश् प्रत्याहारे अन्यतमवर्णः अस्ति चेत् एव अत्र इडागमः न भवति, वश् प्रत्याहारः. इदानीं धातुः कथं भवति? धातुः अस्ति, अनन्तरं कृत् प्रत्ययः अस्ति. धातुः गम् गम्लुरु धातुः स्वीकुर्मः चेत् अत्र तुमुनान्तम् इति कृत् प्रत्ययमस्ति. तुमुन् इति कृत् एव खलु. अत्र गन्तुम् इति गन्तुम् इति आगच्छति तुमुनान्तम्. यत्र कृत् प्रत्ययः अग्रे आगच्छति तत्र न इट् वशीकृति अत्रैव भवति उत्तरं. कृति इति कृत् प्रत्याहारम्, अत्र वश् प्रत्याहारम् अस्ति. अनन्तरं न इट् भवति कुत्र न इट् भवति इडागमस्य चिन्तनम् अनुकूलता कुत्र नास्ति चेत् वशुप्रत्याहारमपि अस्ति तृतुप्रत्याहारमपि अस्ति तृतुप्रत्याह सर्वदा मनसि स्थापने एकं सूत्रमस्ति चेत् अत्र एकः एव उदाहरणरूपेण मनसि स्थापितं किं भवति चेत् अत्र भविता इति अस्ति अत्र किमपि कार्यमस्ति एव इडागमस्य चिन्तनं तृच् अस्ति अत्र तकारः अस्ति अतः बौ इति धातोः इकारः श्रूयते भविता भवि योगः ता प्रत्ययं योजनेन भविता तृच् आगच्छति एतत् अर्धधातुकस्य बलादेः इत्यनेन इदानीं निषिद्धसूत्रमस्ति नेड् वशीकृति कृतुप्रत्यहारः परे अस्ति चेत् गन् गम्लुरु गम् धातोः योगः तुमुनान्तम् अत्र तुमुन् अस्ति किमर्थम् अत्र इडागमस्य चिन्तनं नास्ति अत्रैव भवति खलु कृत् अस्ति कृत् अस्ति कृत् अस्ति अनन्तरं वशपि अपि अस्ति एतत् अत्र अस्ति चेत् इडागमस्य चिन्तनं अनुकूलता नास्ति एव इतोपि अत्र प्रश्नः अस्ति चेत् पृच्छतु अनुकूलता नास्ति कृत् प्रत्याहारम् अस्ति चेत् एतत् अग्रे समीचीनतया उदाहरणरूपेण अग्रे आगच्छति एव मम अत्र उत्तरं किमस्ति चेत् गम् धातु स्वीकुर्मः अनन्तरं कृत् प्रत्ययं योजनेन तुमुनान्तम् अस्ति तुमुन् कृत् प्रत्यय एव अस्ति अतः एतत् योजनेन अत्र नेड् वशीकृति इत्यनेन अत्र निषिद्धः भवति अतः तत्र इडागमस्य चिन्तनम् अनुकूलता नास्ति एव अनिल् प्रश्नः अस्ति वा महोदय किमपि न अवगन्तुं शक्यते किञ्चित् किञ्चित् अवगन्तुं नेड् वशीकृति नेड् वशीकृति तु अवगतम् किन्तु कालानन्तरम् एतद् समीचीनतया मनसि अस्ति आगच्छति एव क्लेशः नास्ति अत्र चिन्ता मास्तु अस्तु भगिनि अत्र नेड् वशीकृति अत्र दत्तमस्ति आदौ वश् प्रत्याहारे अन्यतमवर्णः अस्ति चेत् वेर् इट् इस् देर् अन्यतमः वर्णः अस्ति अत्र तु त अस्ति तुमुन् त वशी मध्ये न अस्ति वश् अस्ति वश् अत्र प्रत्याहारः पश्यतु वश् प्रत्याहारः पश्यतु अन्यतमः एतत् अस्ति अन्यतमः वर्णः अस्ति चेत् अत्र एतत् न भवति सो अत्र द प्रमुखवाक्य अस्ति नाम कृत्सु तत्र तत्र लिखितं वश् अस्ति खलु प्रश्नः तत्र तकारः नास्ति खलु वशं प्रति मध्ये अन्यतमवर्णः तकारः नास्ति एतत् अन्यतमवर्णः अतः अतः तत्र अन्यतमवर्णः अस्ति चेत् इडागमस्य चिन्तनं नास्ति एव इडानुपः नास्ति एव न भवति एव न महोदय अन्यतम इत्युक्ते एक्स्क्लूडेड् खलु नाट् इन्क्लूडेड् अन्यतम इस् इन्क्लूडेड् नो अन्यतमः इत्युक्ते वन् अमङ्ग् नो भगिनि वन् इन् द लाट् इस् इट् नाट् सो यत् वश् प्रत्याहारे दत्तं यत् न दत्तम् एतदेव अन्यतमवर्णः ऐ थिङ्क् इट् इस् अदर् वे रौण्ड् महोदय वाट् एवर् इस् दत्तं दट् इस् अन्यतमवर्णः अन्यतमः वन् अमङ्ग् वाट् एवर् दत्तं दट्स् वाट् ऐ अण्डर्स्टाण्ड् यस् one among whatever is dattam anyatam vas pratyahara madhye whatever madhye वर्ण सन्ति तत् अन्य तत् अन्यवर्ण अस्तु अस्तु बिकास् द सेण्टेन्स् नाम कृत्सु प्रत्ययस्य आदौ वर्गीयव्यञ्जनानां प्रथम द्वितीय अथवा श सः चेत् इडानुकूलः हा सो दीस् आर् औट्सैड् द वस् प्रत्यय अस्ति चेत् इदानुकूलता नास्ति एवमेव अस्तु किशोर महोदय अत्र नूतनप्रश्नः उदेति आरभ्य पठतु पूर्णतया पठतु अतः नूतन प्रश्नः उदेति आर् धातु षेड् बलादे इत्येन सर्वेभ्य धातुभ्य बलादि आर् धातु प्रत्यय विधीयते चेत् तस्य प्रत्ययस्य इडागमः भवति किन्तु तथा सर्वेभ्य धातुभ्य प्रत्यय इडानुकूल चेदपि कुत्रचित् इडागमः न भवति वृत्तान्ते तुमुन् प्रत्यय तुम आर् धातु तिङ् सित् वलादि तुमुन् आर् धातु ठीक तिङ् सित् न वलादि वलादि हा वलादि किन्तु वसादि न तकारस्य आदौ अस्ति स च तकार वलि अस्ति किन्तु वसि न तर्हि आर् धातु सेड् वलादे नेड् वसीकृति इति सूत्राभ्यां सर्वेभ्य धातुभ्य तून् प्रत्यये वीते सति प्रत्यय प्रत्ययादौ इडागम भवेत् इतुम् इति रूपं यथा पठितुं लेखितुं चिन्तयितुं किन्तु क्रीधातु कर्तुं श्रुधातु श्रोतुम् इत्यनयो इडागम नास्ति किमर्थं धातु अपि इडानुकूल इडानुकूल न वा इति ज्ञेयम् अत्र एकमेकं पङ्क्तिं स्वीकृत्य अर्थं वदतु आम् महोदय आर्धातुः षेड् बलादे इत्येन सर्वेभ्यः धातु बलादि आर्धातुः प्रत्यविदीते चेत् तस्य प्रत्ययस्य इडागमं भवति प्रथमे सूत्र अस्ति आर्धातुकश्चेत् बलादि बलादि धातु बलादि बलादि प्रत्यय अस्ति चेत् हकार विहाय एण् स्वराय विहाय सर्वाणि प्रत्यये आदौ यदि अस्ति वर्ण अस्ति चेत् आधातुक् अस्ति चेत् इडागमः भवति हा इदानुकूल भवति किन्तु तथा सर्वेभ्य धातुभ्य प्रत्यय इदानुकूल चेदपि कुत्रा कुत्रचित् इडागमः न भवति कारणं किं तत्र धातुभ्य इदानुकूल नास्ति चेत् तत्र प्रत्यय इदानुकूल अस्ति पर धातु इडानुकूल नास्ति चेत् इडागमः न भवति प्रत्ययः इडानुकूलः भवति आर्धधातुकस्य एड् वलादेः इति वलादिप्रत्ययम् अस्ति परन्तु अत्र कुत्रचित् न भवति किमर्थं न भवति चेत् अग्रे प्रश्नस्य उत्तरम् अस्ति पठतु तुमुन् आर्धातुक तिंसित् न बलादि बलादि अस्ति तुमुन् किन्तु वसादि नास्ति षित् अपि नास्ति तुमुन् प्रत्यय खलु वसादिन तकार आदौ अस्ति स च तकार वलि अस्ति किन्तु वसि न तर्हि आर्धातुक सेड् बलादे नेड् वसीकृति इति सूत्राभ्यां सर्वेभ्य धातुभ्य तुमुन् प्रत्यभीते सति प्रत्ययादौ इडागमे भवेत् इतुम् इति रूपं न रूपं यथा पठितुं लेखितुं चिन्तयितुम् अत्र प्रश्नः अस्ति एडानुकूल अस्ति यत्र धातुकूल अस्ति चेत् पठितुं लेखितुं चिन्तयितुं भवति चिन्तयितुं क्रीधातु अत्र एतत् सर्वाणि निपातनरूपेण भवन्ति किमर्थम् अत्र न भवति किमर्थं न भवति इति उदाहरणरूपेण तत्र दत्तम् किमर्थम् एतत् विषये दत्तं किमर्थम् एतत् विषये न दत्तम् एतत् पाणिनिना कृतमेव अत्र पठितुं लेखितुम् अत्र लेखितुम् इति लिक् एव दातु अत्र लिक् इकारस्य स्थाने पुगुन्तलघुपदस्य च इत्यनेन इकारस्य स्थाने एकारः भवति लेखितुं तुमनान्तं योजनेन अत्र इकारः श्रूयते परन्तु तादृशं तुमनान्तं कर्तुं किमर्थं न भवति चेत् तत्र कृधातोः न भविष्यति एव तत्र दत्तमेव किमर्थम् अत्र न भविष्यति कृतप्रत्याहार अतः एव अत्र कुत्रचित् इडागमः न भवति कुत्रचित् भवति इति तत्र दत्तम् एतत् उदाहरणरूपेण किं किं दत्तं मनसि स्थापनीयमेव इतुं कुत्र कुत्र भवति पठितुं लेखितुं चिन्तयितुं तत् स्थाने इकारः श्रूयते इडानुकूलः भवति आर्धधातुकस्य बलादेः इत्यनेन परन्तु क्रूधातुः अत्र कृदन्तम् अस्ति एतदपि पठितुमपि कृदन्तम् अस्ति कुत्र किमर्थम् अत्र पठितुम् इति इदानुकूलचिन्तनम् अस्ति तत्र उदाहरणरूपेण तत्र दत्तं क्रूधातोः अनन्तरं श्रुधातोः अत्र इडागमस्य चिन्तनं नास्ति एव कर्तुमेव भवति श्रोतुमेव भवति इत्यनयोः इडागमस्य चिन्तनं नास्ति किमर्थं चेत् अत्र इडानुकूलः अत्र नास्ति इति ज्ञेयं किमर्थम् अत्र इदानुकूलः इतोपि एतद् विषये किञ्चित् अग्रे आगच्छति एव अत्र अनिल् महोदय पठतु अस्तु महोदय धातोः स्वभावः एकाच् एकनिमिषम् अत्र एकनिमिषम् अत्र सर्वेभ्यः धातुभ्यः किमर्थम् एतत् पञ्चमी सर्वेभ्यः धातुभ्यः किमर्थं तत्र आगच्छति वचनमपि भवति खलु वचनमपि तादृशमेव भवति अत्र एतत् सूत्रं नास्ति वार्तिकमस्ति किमस्ति चेत् अत्र पश्यतु अस्तु अग्रे सूचयिष्यामि अत्र किं भवति चेत् यत् लिङ्गं यत्र भवति तत् लिङ्गं तत् एतत् स्वीकृत्य एव वचनमपि भवति खलु एतद् कोऽपि जानाति वा यत् लिङ्गं यत्र भवति तत् वचनमेव स्वीकृत्य अत्र कार्यं भवति इति अस्तु अग्रे पठतु धातोः स्वभावः धातोः स्वभावः एका च उपदेशे अनुदात्तात् सप्त अध्याये द्वितीयपादे दशम सूत्रम् दशमसूत्रम् यः औपदेशिकधातुः एकाच् अपि अनुदात्तः अपि अस्ति तस्मात् विहितस्य प्रत्ययस्य इडागमो न भवति औपदेशिकधातुः इत्युक्ते किम् औपदेशिकधातु इत्युक्ते मूलधातुरूपम् उत्तमम् अनन्तरमेव अत्र किञ्चित् परिवर्तनम् अभवत् तत्र अनुबन्धलोपानन्तरम् एतत् सर्वम् अपगच्छति अनन्तरं तत्र धातुः तिष्ठति तत्र तत्तु लौकिकधातु पठतु यः औपदेशिकधातुः एकाच् एकाच् एकाच् इत्युक्ते एकाच् इत्युक्ते एक एक प्लस् अच् एकः एव अच् स्वरः अस्ति खलु एकः एव अच् अस्ति चेत् ओके अत्र उदाहरणम् आगच्छति एव एकः एव अच् अस्ति चेत् अत्र अनुदात्तः अपि अस्ति तस्मात् विहितस्य प्रत्ययस्य इडागमः न भवति अत्र निमित्तं किं किं भवति इडागमस्य चिन्तनम् एका च उपदेश अनुदात्तात् इति सूत्रेण निमित्तं किं किं स्वीकृत्य अत्र इडागमस्य चिन्तनं न भवति अत्र अनुदात्त अच् अनुदात्त अस्ति चेत् एकः एव अच् अस्ति चेत् अपि अनुदात्तः अपि अस्ति चेत् सो निमित्तं द्वयमस्ति खलु एकः एव अच् अस्ति चेत् अनन्तरम् अनुदात्तः अस्ति चेत् निमित्तं द्वयमस्ति अत्र अस्ति चेत् अत्र उदाहमस्य चिन्तनं नास्ति अग्रे पठतु उपदेशे उपदेशे यः धातुः एकाच् अनुदात्तश्च तत् आर्धधातुकस्य इट् न ओके ऐ रीड् अगेन् उपदेशे यः धातुः एकाच् अनुदात्तः च ततः आर्धधातुकस्य इड् न उपदेशे यः धातुक काच भागीरथी भगिनी एवमेव उक्तवती अधुना किम् उक्तवती उपदेशः यत् धातु अस्ति धातुः तु एकः एव अच् वर्णः अस्ति अनन्तरम् अनुदातः अपि अस्ति तत् आर्धधातुकस्ये बलादेः इति कार्यं न भवति इत्युक्ते धातु एकाच् अस्ति स्वर एकस्वर अस्ति तत् सः स्वर अनुदात्त अस्ति चेत् इडागम न भवति सम्यक् एक आम् आम् अस्तु यस्मिन् धातौ एकः एव स्वरः वर्तते सः धातु एकाच् अवगतम् उपदेशे नाम पाणिनेः धातुपाठे अयं धातुः अन्तर्भूतः तदपि अवगतम् औपदेशिकधातुः उपदेशे इति अवस्था अस्ति खलु आमाम् उपदेशे किं किम् आगच्छति अत्र उपदेशे आदेश नाम एतदपि अस्ति आगमः अपि अस्ति प्रत्ययः अपि अस्ति अनन्तरं धातुः अपि अस्ति सूत्रमपि अस्ति एतत् पञ्चानि अत्र विषयाणि उपदेश अवस्थायाम् अस्ति किं किम् अस्ति एकवारं वदतु उपदेश अवस्थायां पञ्चविषयाः सन्ति ओके पञ्च किं किं भवति चेत् धातुः प्रथमं धातुः पञ्च अवस्था एतत् सर्वाणि अवस्था अस्ति अस्माकं कृते उपाधि अवस्था अस्ति खलु तादृशमेव अत्र उपाधि अवस्थायाम् अत्र आदे उपदेश अवस्थायां किं किम् अस्ति चेत् धातुः अस्ति सूत्रमस्ति प्रत्ययमस्ति आगमः अस्ति अनन्तरम् आदेशः भवति एतत् सर्वाणि उपदेश अवस्था इति अस्ति एतत् अवस्थायाम् अनन्तरमेव अत्र धातुः अनन्तरं प्रत्ययं योजनेन पूर्णतया अस्माकं कृते पदम् आगच्छति आयाति आगमिष्यति भवति महोदय धातु धातु आदेश आगम सूत्र एवं धातुः सूत्रं प्रत्ययः आदेशः आगमः आदेशः पञ्च अवस्था अस्माकं कृते अपि अवस्था अस्ति तादृशं एकं पदं स्वीकरणार्थं किं किम् अवस्था अत्र उपदेश अवस्था किं किम् अस्ति चेत् एतत् पञ्च अवस्था अस्ति धातुः सूत्रमस्ति धातुः स्वीकृत्य अत्र किं किं भवति इति अनुबन्धलोपानन्तरं पञ्च गच्छति पच्यव तिष्ठति अत्र अवस्था अस्ति अनन्तरं सूत्रविषये एव अत्र किञ्चित् अपगच्छति. प्रत्ययलक्षणे प्रत्ययलोपे प्रत्ययलक्षणं प्रथमम् एतत् अपगच्छति, अनन्तरम् आयाति एव प्रत्ययलोपे प्रत्ययलक्षणम् इति. अनन्तरं प्रत्ययः अपि अस्ति, प्रत्यय अवस्थायामपि किञ्चित् स्या इति अस्ति चेत् अत्र लृट् एव भवति. तिंशित् अस्ति चेत् अत्र अन्यकारणं भवति. एतत् प्रत्ययविषये. अनन्तरम् आगमकविषये, आगमकविषये आदेशविषये खलु. आगमविषये किं भवति, उपदेश अवस्थायामेव आगमः आगच्छति खलु. अत्र आगमः अनन्तरं आदेशः, आदेशः शत्रुवत् भवति. यत्र अत्र वर्णः अस्ति एतत् झटिति इति भवति, दूरीं कर्तुं शक्यते एव आदेशः. शत्रुवत् भवति आगमः, अत्र किञ्चित् परिवर्तनं मित्रवत् भवति. सो एतत् सर्वाणि कार्याणि उपदेश अवस्थायाम् अस्ति. धातुः, प्रत्ययः, सूत्रमस्ति, आगमः अस्ति, अनन्तरम् आदेशः अस्ति. एतत् सर्वाणि स्वीकृत्य एव उपदेश अवस्थायाम् अस्माकं कृते अन्ते कार्यं कृतं चेत् एव वयं समीचीनतया पदं स्वीकर्तुं शक्यते. अग्रे पठतु महोदय. इतोपि प्रश्नः किञ्चित् अस्ति चेत् पृच्छतु. न, सम्यक् महोदय. उपदेशे, उपदेशे नाम पाणिनेः धातुपाठे अयं धातुः अन्तर्भूताः औपदेशिकधातुः यथा पठ, लिख, डुपचस्. इदानीं मया उक्तं खलु डुपचस्, एतत् सत्र अत्र सर्वाणि उपदेश अवस्थायाम् अस्ति एव. उपदेशिकधातुः यथा पठ, लिख, डुपचष, न तु आतिदेशिकधातुः. आतिदेशिकधातुः इत्युक्ते किं, कोऽपि वक्तुं शक्यते वा? अहं जानामि भगिनि. णिच् प्रत्यय चुरादिगणस्य धातु मे तत्र णिच् प्रत्यय विधीयते, तत्र आतिदेशिकधातुः सर्वाणि द्वादश प्रत्यय सन्नन्तरूप सन्नन्ता इति अस्ति खलु. एतत् अत्र द्वादश प्रत्ययाः सन्ति, क्यङ् क्यच् णिच् तादृशं भवति. मया पूर्ण मया प्रेषितमेव एतत् विषये, सन्नन्तविषये द्वादश प्रत्ययाः सन्ति इति. सन्नन्तमिति काम्यच् एतत् एतत् काम्यच् समीचीनं. एतत् सर्वाणि द्वादश भवति अत्र. अहं प्रेषयिष्यामि वाट्सप् द्वारा प्रेषयिष्यामि. अग्रे पठतु. अत्र आतिदेशिकधातुः एव एतत् प्रेरणार्थे प्रेरणार्थः निच् इति भवति. यत्र निच् भवति पट्टु धातु एव अत्र. पट्टु किमर्थं पाट् इति भवति, कोऽपि जानाति वा? पाट् इति निच् प्रत्ययः अस्ति चेत् वृद्धि, अचोनिति सूत्रेण, अचोनिति इति सूत्रेण वृद्धिः भवति. अतः ह्रस्व आकारस्य स्थाने दीर्घ आकारः भवति, पाट् इति भवति. इदानीं निच् अत्र अनुबन्धलोपानन्तरम् ईकारः एव तिष्ठति, अतः इति पाटी इति नूतनधातुः भवति. अस्तु, तादृशमेव लिक् अस्ति. पुगन्धलघुपदस्य च इत्यनेन उपादायं स्थितस्य इकारस्य स्थाने एकारः भूत्वा लेखे इति भवति. तादृशमेव पाची, अचोनिति इत्यनेन वृद्धिः भवति. पचि धातोः पाचि, अत्र अपि निच् अनुबन्धलोपानन्तरम्. एतत् लेखनीयं वा, न अवगतं वा भगिनी? अवगतं, किन्तु अत्र एकाचन अस्ति अधुना पाठी इति, अतः अत्र इडागमः भवति. एकाचि एव अस्ति पचि इति, पकार उत्तरवति अकारः एव तिष्ठति. निच् प्रत्ययः लिखितमस्ति, भवती अधुना पठितवती पाठी निच् निच् निच् योजनेन पा एव भवति पाठी. अनेका च अपि भवति इदानीम् अत्र निच् योजनेन अनन्तरमेव, परन्तु पूर्वम् अत्र किं तिष्ठति अत्र पाठी लेखी पाचि एका एकः अचि यस्मिन् सा एकाच् एकाच् अत्र अस्ति चेत् एव कार्यं भवति. एकः एव अचि पट् इति अस्ति चेत् पट् पकार उत्तरवति अकारः एकाच् एव खलु, एकः एव अचि वर्णः. अत्र पाटी इति नूतनधातुः भवति प्रेरणार्थक निच् इति पाटी तादृशमेव भविता इकारः श्रूयते. इत्र इकारः अत्र औपदेशिकधातुः एका च अस्ति अतः अत्र प्रेरणार्थक निच् योजनेन एव पाटी इति भवति. पाठी पाठी कृते एव अस्ति यत् अत्र स्वरद्वयम् अस्ति चेत् अनेकाच् अतः इडागमः भवति. अत्र पट् इति स्वीकरोतु, पट् इति स्वीकरोतु भगिनि सम्यक्, पट् इति स्वीकरोतु. पट् अत्र धातुः अस्ति पट् अत्र पकार उत्तरवति किं भवति इप् अकार अकार भवति अकार अकार अस्ति एकः एव अचि अतः कारणम् उपदेशे उपदेशे उपदेश अवस्थायाम् अस्ति अत्र पाठी उपदेशावस्था नास्ति. अस्तु अस्तु अस्तु. अनन्तरं ऋत इत् धातोः अत्र एतत् विषये ऋत इत् धातोः किं सूचयति अत्र ह्रस्व अकारस्य स्थाने ह्रस्व इकारः भवति इति. महोदय महोदय भवती लास्ट् क्लास् ऐ टोल्ड् वन् अवर् ओन्लि विल् टेक् इट्स् आल्रेडि ओवर्. समीचीनं अस्तु इदानीम् एकाच् विषये पुनरपि पठेम. आम् आं महोदय सहना भवतु. धन्यवादः महोदय. अहं सिवियर् बेक् पेन् बट् स्टिल् ऐ एम् कण्टिन्यूङ्ग्. अस्तु डाक्टर् अड्वैस् टु मी नाट् टु सीट् मोर् देन् हाफ् एन् अवर् इन् बिफोर् द कम्प्यूटर् शिक्रि अड्वैस् टु अस्तु अस्तु सहना भवतु वदतु कोऽपि सहनावनक्तो सह वीर्यं करवावहै तेजस्विनावधीतमस्तु नामाविद्विषः वहै. ॐ शान्तिर्शान्तिर्शान्तिः. हरिः ओं श्रीगुरुभ्यो नमः. हरिः ओम् अस्तु समीचीनं. अत्र प्रश्नः अस्ति चेत् एतत् लिखतु अग्रिमवर्गे पृच्छतु. पत्रं पठित्वा आगमिष्यामि. उत्तमम् उत्तमम्. एकाच उपदेश अद्य अनुदानकूलः अस्ति वा इडानुकूलः नास्ति वा एतदपि अपवादसूत्रं नैवशीकृति तादृशमेव एकाच अज अनु उपदेश अस्ति लेकिन तत्र अनुदात् नास्ति तत् कारणे इडानुकूल अस्ति. चिन्तनं भवति चिन्तनं भवति. अग्रिमवर्गे एतत् विषये इतोपि किञ्चित् विवरणरूपेण पठितुं शक्यते एव. अस्तु धन्यवादः. धन्यवादः भगिनी. धन्यवादः.